अनिल् महोदय, अनिल् महोदय अस्ति वा? अनिल् महोदय अस्ति वा? आरम्भं श्लोकम् अहं वदामि. अद्य व्याकरणविषये स्वागतम्. शान्ता, शान्ता, शान्ता अस्ति वा? शान्ता अस्ति वा? आम्, नमस्कारः. नमस्कारः. आरम्भं श्लोकं वदतु. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनीये नमः. वाक्यकारम् वरदतिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्. तत्त्वा सरस्वतीम् देवीम् शुद्धाम् गुण्याम् करोम्यहम् पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. कृत्तावसाने नटराजराजो प्रणादढत्काम् नवकम् च वारम् उद्धत्तु कामस्तनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. नमस्कारः. मम धन्यवादः अस्ति समये आगच्छन्ति इति. अस्तु, इदानीमत्र अनिल् महोदय अस्ति वा? श्रूयते खलु? श्रूयते. अस्तु, अद्य मातुः पाठस्य वैलक्षण्यम् विलक्षणस्य भावः गैप्रतेम् अत्र विलक्षणस्य भावः वैलक्षण्यम् वैलक्षण्यम् इति अस्ति. अत्र पूर्वं धातवः किमपि पृथक्तया नास्ति. मातुः एव अत्र अकारान्तः, आकारान्तः, उकारान्तः, ऊकारान्तः, इकारान्तः, ईकारान्तः इति अत्र पृथक्तया दत्तवती. एतत् विषये अत्र वैलक्षण्यम् इति उक्तं. किम् अस्ति इति अहं वयं पठेम. अत्र भवती एव आरम्भं करोतु, शान्ता भगिनी. मातुः पाठस्य वैलक्षणम्. किमर्थं पाणिनी व्याकरणस्य अध्ययनार्थं नूतना पद्धतिः? मातुः धातुपाठे किं नूतनम् अस्ति अपि च किमर्थम् अस्माभिः सर्वैः अयं धातुपाठ अपेक्षितः इत्यत्र उच्यते. अवगमनं न भवति चेत् इमं पाठं त्यक्त्वा अग्रे पठतु. अनन्तरं यदा मातुः पाठस्य कश्चन आधारः मनसि स्थापितः तदा पुनः अत्र आगत्य पठतु. तस्मिन् समये अवगमनम् अवश्यं स्यात्. मातुः धातुपाठः पाणिनेः धातुपाठः एव. वैयाकरणसिद्धान्तकौमुदी अपि तथा. पाणिनेः धातुपाठः, तर्हि मातुः पाणिनीयधातुपाठः वैयाकरणसिद्धान्तकौमुदी चेत् अनयोः को भेदः? यथा उक्तं द्वयोः विवरणं तदेव पाणिनेः धातुपाठः, अतः विवरणदृष्ट्या भेदो नास्ति. उत्तरं प्राप्यते पाठ्यक्रमे. येन क्रमेण सर्वं विवरणं दत्तं तत्र महान् भेदः. कस्मिंश्चित् ज्ञानक्षेत्रे बह्वी सूचना अस्ति चेत् तर्हि तस्मिन् क्षेत्रे पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा. यतः सूचना तु अस्ति, परन्तु विद्यार्थिनः आत्मसात् न कर्तुं पारयन्ति चेत् सूचनायाः किं मूल्यम्? अत्र मातुः धातुपाठे किं नूतनम् अस्ति अपि च किमर्थम् अस्माभिः सर्वैः अयं धातुपाठः अपेक्षितः इत्यत्र उच्यते. किमर्थम् अत्र धातुपाठः पठनीयं, किं किम् अस्ति इति मातुः उक्तं. अस्तु मात्रा उक्तं खलु तृतीया एव आगन्तव्यम् अस्तु अस्मिन् परिचये बहवः पारिभाषिकशब्दाः सन्ति पारिभाषिकशब्दाः अत्र पारिभाषिकशब्दाः इत्युक्ते नूतनतया अत्र किं किं पूर्वम् उक्तं मतभेदः किम् अस्ति इति अतः अवगमनं न भवति चेत् इमं पाठं त्यक्त्वा अग्रे पठतुः अनन्तरं यदा मातुः पाठस्य कश्चन आधारः मनसि स्थापितः तदा पुनः अत्र आगत्य पठतु तस्मिन् समये अवगमनम् अवश्यं स्यात् एतत् विषये किमपि न अवगतं चेत् गच्छतु अग्रे पठतु अनन्तरम् आगच्छतु पुनरपि पठतु इति मातुः धातुपाठः पाणिनेः धातुपाठः एव अत्र किमपि अत्र क्लेशः नास्ति नूतनतया किमपि नास्ति अत्र नूतनम् अस्ति एव अग्रे किं किम् अस्ति इति पठेम अत्र वैयाकरणसिद्धान्तकौमुदी अपि तथा पाणिनेः धातुपाठः अत्र वैयाकरणसिद्धान्त इति अत्र भटोचि दीक्षितः अत्र अनन्तरम् अत्र किमस्ति नूतनतया एतत् व्याकरणमपि दत्तं पररुचिना अनन्तरं भाष्यमपि अस्ति इदानीं तर्हि मातुः पाणिनीयधातुपाठः वैयाकरणसिद्धान्तकौमुदी चेत् अत्र अनयोः कः भेदः पाणिनीधातुपाठः किं नाम किं कोऽपि वक्तुं शक्यते वा पाणिनेः धातुपाठः किं नाम किं सर्वे जानन्ति एव वदतु कोऽपि न वक्तुं शक्यते वा सर्वे जानन्ति एव धातुपाठमेव अष्टाध्यायी धातुपाठः अष्टाध्यायी धातुपाठः इदानीम् अत्र पाणिनेः धातुपाठः अनन्तरं वैयाकरणसिद्धान्तकौमुदी अनयोः भेदः किं द्वयोः विवरणं तदेव पाणिनेः धातुपाठः अतः विवरणदृष्ट्या भेदः नास्ति तत्र किमपि द्वयोः मध्ये भेदः नास्ति एव उत्तरं प्राप्यते पाठ्यक्रमे येन क्रमेण सर्वं विवरणं दत्तं तत्र महान् भेदः अस्ति वा इति अत्र कस्मिंश्चित् ज्ञानक्षेत्रे बह्वी सूचना अस्ति चेत् तर्हि तस्मिन् क्षेत्रे पाठनस्य पद्धतिः अत्यन्तमहत्त्वपूर्णा पद्धतिः इति स्त्रीलिङ्गपदम् अतः तत्र महत्त्वपूर्णा इति स्त्रीलिङ्गपदम् यतः सूचना तु अस्ति परन्तु विद्यार्थिनः अस्मात् न कर्तुं पारयन्ति चेत् सूचनायाः किं मूल्यम् अत्र किं प्रश्नः उदेति चेत् अत्र वैयाकरणसिद्धान्तकौमुदी अस्ति अनन्तरं पाणिनीयसूत्रपाठः अस्ति द्वयोः मध्ये विवरणम् इदानीम् अत्र पाठभेदः अस्ति वा इति अत्र प्रश्नः उदेति क्षेत्रे अपि पाठनस्य क्षेत्रे स्थले अपि किमपि परिवर्तनं भवति वा अत्यन्तम् अत्र महत्त्वपूर्णम् अस्ति वा महत्त्वपूर्णा अस्ति वा इति अत्र प्रष्टुं शक्यते वा अनिल् महोदय पठतु प्रत्येकस्मिन् स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः द्विसहस्रस्य धातूनां क्रमस्य स्तरे लकारक्रमस्य स्तरे प्रक्रियास्तरे एवं च सर्वत्र सूत्र आधारीकृत्य पाठ्यक्रमः व्यवस्थापितः पाणिनीयसूत्राणां शक्तिः एतादृशी यत् लघुस्थाने सूचना अधिका लघ्वीकरणम् इति मातुः पाठनमार्गः अपि तथा धातुपाठं सम्यक्तया बोधितुं कियान् समयः अपेक्षितः इति किञ्चन महत् तत्त्वं सिद्धान्तकौमुद्याः मार्गः दीर्घः मातुः धातुपाठस्य मार्गः ह्रस्वः कारणं किं मातुः क्रमे तर्कः विद्यते सर्वम् आयोजितं सूत्राणुगुणं सिद्धान्तकौमुदी न तथा कथमिति अग्रे पश्येम इदानीमत्र द्विसहस्रधातूनां क्रमस्य स्तरे स्थले अत्र पाणिनेः सूत्राणि अवलब्धं समयोजितः अस्ति. स्थले इत्युक्ते अत्र बौ अण्ड् एरो इति वयं वक्तुं शक्यते खलु. अत्र मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य एव अत्र समयोजितः. सः तु दत्तवान् सहस्राणि चतुस्सहस्राणि धातुः अस्ति अत्र, धातवः सन्ति अत्र. द्विसहस्रस्य धातूनां क्रमस्य स्तरे, लकारक्रमस्य स्तरे, प्रक्रियास्तरे इति अत्र त्रीणि पृथक्तया तत्र त्रिविधाः दत्तम्. एवं च सर्वत्र सूत्रम् एव अधिकृत्य चतुस्सहस्रधातु अस्ति चेत् अत्र एतत् सूत्रम् अधिकृत्य एव पाठ्यक्रमः व्यवस्थापितः तत्र दत्तम्. पाणिनीयसूत्राणां शक्तिः एतादृशी यत् लघुस्थाने सूचना अधिका, लघ्वीकरणम् इति. अत्र बहवः अस्ति चेत् अत्र लघ्वीकरणं किञ्चित् अत्र अवगमनम् अस्ति चेत् अत्र किञ्चित् नूतनतया लघ्वीकरणम् इति अत्र अत्र मातुः चिन्तनम्. अत्र मातुः पाठनमार्गः अपि तथा धातुपाठं सम्यक्तया बोधितुं कियान् समयः अपेक्षितः इति किञ्चन महत् तत्त्वमस्ति अत्र. लघुपाठमस्ति चेत् अत्र किं बोधनीयं, कियान् समयः, समयः बहवः अस्ति वा लघु अस्ति वा इति. इदानीमत्र सिद्धान्तकौमुद्याः मार्गः दीर्घः. अत्र काशिकावृत्तिः अस्ति, सिद्धान्तकौमुदी अस्ति, बालमनोरमा अस्ति, पतञ्जलि अस्ति, तत् बोधिनी अस्ति, सर्वं जानन्ति एव खलु. अत्र सिद्धान्तकौमुद्याः मार्गः दीर्घः. मातुः धातुपट्टस्य मार्गः ह्रस्वः. कारणं किम्? अत्र लघ्वीकरणम् इति अत्र दत्तं. मातुः क्रमे तत्त्वः विद्यते, सर्वम् आयोजितं सूत्रानुगुणमेव, सर्वे अत्र योजितमेव, न त्यक्तम्. अत्र जहाति किमपि नास्ति एव. सूत्र अनुगुणं सिद्धान्तकौमुदी न तदा, क्रमः सिद्धान्तकौमुद्यां क्रमः नास्ति एव, इतस्ततः अटन्ति एव. परन्तु अत्र मातुः पाठस्य वैलक्षण्यं किम् अस्ति चेत् क्रमेण तत्र दत्तं. कथमिति अग्रे पश्येम. अत्र गोधमल् अस्ति वा? गोधमल् अस्तु. अत्र अञ्जना अस्ति वा? हा नमस्कारः. पठितुं शक्यते वा धातुक्रमः? नमस्कारः. धातुक्रमः धातुक्रमः वयं जानीमः यत् पाणिनेः सूत्राणि अधिकार आधारीकृत्य आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि. पुंसि आकारान्तशब्दाः देव इवः, ईकारान्तशब्दाः मुनि इवः, ऊकारान्तशब्दः गुरु इवः, ऋकारान्तशब्दः कर्तृ इव, स्त्रियां लता नदी मती धेनु मातृः वालिभे वन् मधु वारि अपि तदा. नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत् बहून् शब्दान् जानीमः एव. अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रतिपादिकानां कृते तादृशी व्यवस्था अस्ति एव. रामशब्दस्य युक्पतिः प्रति प्रदर्शिताः इयं च युक्तपतिः सर्वेषाणाम् आकारान्त पुल्लिङ्गशब्दानां कृते प्रतिनिधिः तदेव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति अत्र वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य एव अत्र प्रातिपदिकम् अस्ति राम इति शब्दं स्वीकुर्मः चेत् अकारान्तः पुल्लिङ्गः रामशब्दः इति वयं वक्तुं तद् अन्तपदम् अनुसृत्य एव आयोजितानि खलु अत्र राम अनन्तरं ज्ञान यत्र यत्र अकारान्तम् अन्ते श्रूयते तत् स्वीकृत्य एव अत्र आयोजितानि किं किम् अस्ति इति अकारान्तः आकारान्तः पूर्वं मया उक्तम् अत्र पठेम पुंसि अकारान्तत् शब्दाः देव इव इकारान्त देव इकारान्तशब्दाः मुनि इव देवी इति स्वीकुर्मः चेत् इकारान्तशब्दः देव इति अकारान्त पुंसि अकारान्तशब्दाः देव इव इकारान्तशब्दाः मुनि इव उकारान्तशब्दाः गुरु इव ऋकारान्तशब्दाः कर्तृ इव अत्र पृथक्तया तत्र दत्तम् अकारान्तः आकारान्तः इकारान्तः ईकारान्तः ऋकारान्तः ऋकारान्तः तत्र पृथक्तया एतदेव मातुः पटस्य वैलक्षण्यम् इदानीं स्त्रियां लता नदी मति धेनु मातृ इति स्त्रीलिङ्गपदमस्ति अत्र क्लीबे नपुंसकलिङ्गे वनं खलु वन अत्रापि अकारान्तपदं श्रूयते परन्तु एतत्तु नपुंसकलिङ्गं भवति वन मधु वारि इकारान्तपदम् अपि तदा नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः अकारान्तपदम् अतः देवशब्दं जानीमश्चेत् बहून् शब्दान् जानीमः एव देव राम यत्र यत्र अकारान्तपदं श्रूयते एकमेव स्वीकृत्य पाठः कर्तुं शक्यते एव अत्र रामः रामौ रामाः रामं राम रामौ रामान् इति अस्ति खलु अत्र सर्वदा देवशब्दः अपि देवान् इति तथैव भवति बहून् शब्दान् जानीमः एव अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव सिद्धान्तकौमुदी स्वीकुर्मः चेत् अत्र पाठभेदः किमपि नास्ति पाणिनि अष्टाध्यायसूत्रपाठे अनन्तरं सिद्धान्तकौमुद्यां प्रातिपदिकानाम् अत्र किमपि परिवर्तनं नास्ति एव अवस्था व्यवस्था एतत् सर्वं समानमेव रामशब्दस्य व्युत्पत्तिः प्रदर्शिता इयं च व्युत्पत्तिः सर्वेषाम् अकारान्तपुल्लिङ्गशब्दानां कृते प्रतिनिधिः रामशब्दः अकारान्तः पुल्लिङ्गः रामशब्दः देवः अकारान्तः पुल्लिङ्गः देवशब्दः इति प्रतिनिधिः अत्र रामशब्दः एव पुल्लिङ्गविषये तदेव अग्रेपि सर्वेषां प्रातिपदिकानां कृते इति मुनि इति इकारान्तपदम् अनन्तरम् ऋकारान्तपदम् इति अत्र स्वीकुर्मः परन्तु अत्र किम् अस्ति इति अग्रे पठेम इदानीमत्र गोदामल् पठितुं शक्यते वा परन्तु वदतु प्रश्नः उदेति चेत् पृच्छतु क्लीबे नाम नपुंसकलिङ्गं वा आमामामां क्लीबे मास्तु इति क्लीबे मास्तु इति कः उक्तवान् कुत्र उक्तवान् जानाति एव भवती क्लीबे मास्तु कः उक्तवान् कुत्र उक्तवान् अहं न स्मरामि भवती जानाति एव क्लीबे मास्तु इति अर्जुनस्य कृते भगवान् श्रीकृष्णः उक्तवान् क्लीबे मास्तु अस्त्रं संस्रात् आम् अस्त्रं संस्रात् गाण्डीवं संस्रात् त्यजति खलु सः त्यक्तवान् अनन्तरमत्र चारियेट् मध्ये उपविष्टवान् तत्समये एव भगवान् कृष्णः क्लीबं मास्तु भवान् तु क्षत्रियः एव अतः चिन्तनं करोतु भवतः कार्यं सम्यक्तया करोतु क्लीबं मास्तु इति सः उक्तवान् क्लीबम् इत्युक्ते अत्र नपुंसकलिङ्गपदम् इदानीमत्र गोदमल् अस्ति वा अस्तु अनसूया भगिनी, परन्तु यद्यपि धातूनां पठतु कृपया। अस्तु महोदय, धन्यवादः। सम्यक् अस्ति वा? कुशलमस्ति वा? पठतु अग्रे पठतु। परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता एकेनापि तादृशम् आयोजनं न कृतम्। न सिद्धान्तकौमुद्या, न च न वा अन्यत्र। अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा पुष्पादीक्षितया। तया सर्वे द्विसहस्रधातवः चतुर्दशस्य विभागेषु विभक्ताः। अजन्तधातवः अन्यक्रमेण आयोजिताः। हलन्तधातवः उपदा क्रमेण विभक्ताः। किमर्थं तथा? पाणिनीयसूत्राणि तथा सन्ति। अदन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरस्य अनुसृत्य भवति, अतः माता एवमेव रीत्या अजन्तधातवः विभक्ताः अकारान्तः, आकारान्तः, इकारान्तः, ईकारान्तः, उकारान्तः, उकारान्तः, ऋकारान्तः, ऋकारान्तः, एजन्ताः च। हलन्तधातूनां कृते पाणिनीयसूत्राणां कार्यम् उपधायाम् अनुसृत्य भवति, नाम अन्तिमवर्णात् प्राक् यः परवर्णः तम् अनुसृत्य इति। अतः तत्र हलन्तधातूनां कृते अदुपधा, इदुपधा, उदुपधा, ऋदुपधा, शेषधातवः चेत् अनेन धातवः पाणिनीयसूत्रानुसारेण समयोजिताः। अत्र कानिचन सूत्राणि प्रदर्शितानि यत्र तदन्तानुगुणं कार्यं साधितम्। विवरणमत्र दातुं शक्यते वा? सुलभमेव, विवरणं ददातु, प्रतिपादयतु भगिनी, कृपया प्रतिपादयतु। जानाति वा? पाणिनीयसूत्राणि तथैव व्यवस्थितापनि आयोजनं न कृतम्, परन्तु तस्य आयोजनं न कृतं। सिद्धान्तकौमुद्याम् अपि न कृतम्, अन्यत्र कुत्रापि न कृतमस्ति। अधुना प्रथमवारम् ऐतिहासिकपद्धतिः अक्रियत माता पुष्पादीक्षतया एव प्रथमवारम् ऐतिहासिकीपद्धतिः अक्रियत। सर्वे द्विसहस्रधातुकः धातवः चतुर्दशासु विभागेषु विभक्ताः कृतवती माता पुष्पादीक्षिते। अजन्तधातवः अन्यक्रमेण आयोजिताः। अलन्तधातवः उपधाक्रमेण विभक्त, अजन्तधातवः अन्ते विद्यमानस्वरस्य प्रकारे विभजिताः। हलन्तधातवः उपदा यः वर्णः अस्ति तद्वर्णस्य क्रमेण विभक्ताः भवन्ति। किमर्थं तथा? पाणिनीयसूत्रेण सूत्राणि तथा सन्ति, अतः पुष्पा माता अपि तथापि कृतवती। अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरस्य अनुस्वरस्य भवति, परन्तु हलन्तधातुः उपधाया कृत वर्णस्य अदुपदा, इदुपदा इति विभक्ताः सन्ति। खलु भगिनि सम्यक् प्रतिपादितवती, धन्यवादः, नमस्कारः, धन्यवादः। एतदेव अस्ति, एतदेव अस्ति, सुलभतया अत्र पृथक्तया तत्र दत्तं मातुं मात्रा किमस्ति चेत् अत्र अकारान्तः आकारान्तः वयं स्वीकृतम्, अत्र रामशब्दः स्वीकृतं चेत् सर्वेषां कृते तदेव भवति, इकारान्तः अपि मुनिशब्दः इदानीम् अत्र अजन्तदातवः अलन्तदातवः इति अत्र पृथक्तया दत्तं मात्रा किम् अत्र अस्ति इति उपधायां स्थितस्य वर्णः स्वीकृत्य पुगन्तलघुपदस्य च अनन्तरम् अत्र कार्यं किं कार्यक्षेत्रं किं किम् इति कार्यक्षरः किम् अत्र स्तरे किं किम् अस्ति इति अत्र अग्रे उपधायां स्थितस्य एव कार्यं कर्तुं शक्यते इति अनन्तरमत्र इदानीं गोदमाल् अस्ति वा श्रूयते वा गोदमाल् भगिनि परन्तु हलन्तदातवः अपि पकारान्त इति उच्यते खलु अस्ति अस्ति परन्तु अत्र उपधायमेव कार्यं इदु उपधा अदु उपधा इति अस्ति एतत् अत्र अपि अकारः आकारः इकारः ईकारः उदु उपधा इति एतत् उपधायामेव कार्यं करोति इति तत्र कृतवती चेत् स्वरस्य अतः एव अत्र अपि दत्तम् अकारान्तः आकारान्तः ईकारान्तः ईकारान्तः अनन्तरम् अत्र किम् इतोपि अत्र स्पष्टीकरणार्थं दत्तमेव किञ्चित् अत्र पाठ्यक्रमे न आगच्छति तत् पृथक्तया मात्रा दत्तमेव अत्र अस्तु इदानीमत्र अजन्तदातवः इति कृते शान्त अनिल् महोदय पठितुं शक्यते वा अजन्तदातवः इति आरम्भं करोतु अत्र अतः सूत्राणि दृष्ट्या अजन्तदातवः पूर्णतया पठतु अजन्तधातवः आकारान्तधातूनां कृते अङ्गकार्यम् आतो लोप इति च साभ्यस्तयोरातः आतोः आतो युक् चिण्कृतो चिण्कृतोः प्रत्याः विहिताः आतोनपुसर्गे आतो अनु उपसर्गे कः आतो मनिन् क्निब् वनिपश्च आतो युच् इगन्तधातूनां कृते इकारान्तानाम् उकारान्तानां ऋकारान्तानां च कृते अङ्गकार्यं सार्वधातुकार्धधातुकयोः अचि सृधातु भ्रुवां यो यवोरियङ् वङ्गौ एरनेकाचौ असंयोगपूर्वस्य प्रत्याः विहिताः इकारान्तधातूनां कृते एरच् उकारान्तधातूनां कृते ओरावश्यके ऋकारान्तधातूनां कृते ऋहलोर्ण्यत् ऋकारान्तधातूनां कृते ऋदोरप् अतः सूत्राणि दृष्ट्वा अजन्तधातूनाम् अन्तिमस्वरस्य अनुसृत्य क्रमः स्वाभाविकः अत्र स्वरभेदः किम् अस्ति सूत्रं किं किम् अस्ति इति इदानीमत्र अकारान्तधातुविषये अजन्तदातवः अत्येव अन्ते श्रूयते राम एतत् अजन्तदातवः राम इति मकार उत्तरवर्ति अकारः श्रूयते अतः एतत् अजन्तदातवः आकारान्तधातूनां कृते अत्र किं किम् अस्ति अङ्गकार्यम् आतो लोपो इति च स्नावयस्तयोरातः आतो युक् किं कृतोः अत्र एतत् सर्वाणि कार्यं कृत्वा अत्र अङ्गकार्यं भवति प्रत्ययाः विहिताः आतोणोपसर्गे कः अनन्तरम् आतो मणिन् क्वनीश् क्वनिब् वनिपश्च आतो युच् एतत् सर्वं सूत्राणि सन्ति किं किं कार्यं कर्तुं शक्यते इति अग्रे पठेम इदानीमत्र ईकारान्तधातूनां कृते किं किम् अस्ति इकारान्तानाम् उकारान्तानां ऋकारान्तानां कृते किं किम् अस्ति चेत् अङ्गकार्यं सार्वधातुक अर्धधातुकयोः सर्वे जानन्ति एव अतिष्णुधातु भ्रुवां युवो रियम् ओङ्गो एतत् वयं पठितवन्तः केरण काचो संयोग असंयोगपूर्वस्य संयोगपूर्वस्य किम् अस्ति असंयोगपूर्वे किम् अस्ति किम् अस्ति इति वयं दृष्टवन्तः एव यत् त्रीणि धातवः परिचितसूत्राणि एव इदानीं प्रत्ययाः विहिताः इकारान्तकृते एरच् उकारान्तकृते ओरवाच ओर आवच्यके इति अस्ति ऋकारान्त ओर अवश्यके ओरावश्यके इति अनन्तरम् अत्र ऋकारान्तधातूनां कृते ऋहल् न्योन्यत् इति अत्र ऋहल् लोन्यत् किमस्ति अत्र ऋकारान्तः अस्ति लकारपदमपि अस्ति एतत् विषये एव अत्र ऋकारान्तधातूनां कृते ऋदोरप् इति सूत्रं कार्यं करोति इदानीम् अतः सूत्राणि दृष्ट्या अजन्तधातूनाम् अन्तिमस्वरस्य अनुसृत्य एव क्रमः स्वाभाविकः अस्ति स्वाभाविकः सरलतया अत्र वक्तुं शक्यते एव अत्र अन्तिमवर्णस्य स्वरः किम् अस्ति इति देव राम वन मुनि इति अत्र इकारान्त उकारान्त ऋकारान्त एतत् सर्वं प्रत्यया प्रत्ययः विषये एव अत्र किं किम् अस्ति इति प्रत्ययम् अस्ति अत्र कति प्रत्ययं सुबन्तकृते अस्ति कति प्रत्ययाः सुबन्ते विषये सन्ति कोऽपि वक्तुं शक्यते खलु सर्वे जानन्ति एव वदतु झटिति नम्बर् एव तावदेव अनन्तरम् अत्र धातोः विषये क्रियापदानि किं किं प्रत्ययाः कति सन्ति उत्तमम् 18 एव नव तदेव अत्र अजन्तधातूनाम् अन्तिमस्वरस्य अनुसृत्य एव क्रमः अत्र स्वाभाविकः प्रत्ययः विहिताः इदानीं हलन्तधातुविषये किं किम् अस्ति इति पठेम इदानीं शान्तभगिनी पठितुं शक्यते वा पठतु हलन्तधातवः विषये हलन्तधातवः हलन्तधातूनाम् उपधाम् अनुसृत्य सूत्राणि विरचितानि पाणिना अदुपधा धातूनां कृते अत उपधायाः अतो हलादेर् लघोः पोरत् उपधात् अतो लान्तस्य अत एक अल् मध्ये नादोषादेदिति इग् उपधा धातूनां कृते पुगन्तलघूपदस्य च इगुपध ज्ञाप्रीतिरः कः ऋ उपधातूनां कृते ऋपधा चाक्लि चाक्लृपिच्छ्रुते ऋगृ उपधस्य च उर्वृत् अतः सूत्राणि दृष्ट्वा हलन्तधातूनाम् उपधाम् अनुसृत्य क्रमः स्वाभाविकः किमपि अत्र नूतनतया नास्ति एव वयम् अजन्तधातूनाम् उपधाम् एव अनुसृत्य सूत्राणि विरचितानि अत्र अधु उपधातूनां कृते किं किम् अस्ति उपधायाः अत उपधायाः अतो हलादेर् लघोः पोर उपधात् अतो रान्तस्य अत एक हल् मध्ये अनादेश आदेशलिटि उपधायं कृते एव अत्र कार्यं करोति अधु उपधातूनाम् इदु उपधातूनां किम् अस्ति पुगन्तलघुपद पुगन्तलघूपदस्य च युगुपद ज्ञा प्रीकिरः सः एतत् सर्वाणि सूत्राणि सन्ति अत्र ऋदु उपधातूनां कृते किं किम् अस्ति ऋदु उपधात च लिपि कृतेः अनन्तरं रीगृ उपदस्य च उरत् उरुत् इति अस्ति अत्र ऋकारान्तपदं किं किम् अत्र परिवर्तनं भवति एतत् प्रत्ययः विषये एव अन्ते एतत् अग्रे एतत् सूत्रविषये समीचीनतया दत्तमेव अतः सूत्राणि दृष्ट्या अलन्तधातूनाम् उपधाम् अनुसृत्य एव क्रमः अत्र स्वाभाविकः अजन्तधातुः अपि अस्ति अनन्तरं हलन्तदातवः अपि एतद्विषये एव सन्ति. इदानीमत्र अञ्जनभगिनी पठतु. प्रतिनिधिसिद्धान्तः. एवञ्च मातुः पटे एकः धातुः बहूनां धातूनां प्रतिनिधिः भवति. यदा बुद्धातुः बुद् उदुपदधातुः उपधातायां ह्रस्वः ऊकारः यस्य धातोः सः उदपदधातुः. भवादिगणे 64 उत्पदधातवः सन्ति. अपि च मातुः धातुपाठे सर्वे भवादिगणीयाः उत्पदधातवः एकत्र तया सङ्गृहीताः. येषाम् उत्पदधातूनां सर्वधातुकलकाराणां तिङन्तरूपाणां कृते कानि कानि सूत्राणि अपेक्षितानि तानि अपि सर्वाणि दातानि तत्रैव. अतः अनेन एका एव उदुपदधातोः प्रक्रिया ज्ञायते चेत् 64 धातूनां प्रक्रिया ज्ञाता. अयं प्रतिनिधिसिद्धान्तः सर्वत्र वहितः मात्रा यतः पाणिनीयसूत्राणि तदेव सन्ति. एतत् अपि एतत् विषये एव तत्र दत्तं. पठतु. भवादिगणे उत्पदधातवः उदुपदधातवः अन्यत् उदाहरणं दृश्यतां यत्र इतोपि कार्यं वर्तते. तद् दुदादिगणे इगन्तदातवः विशेषदातवः सन्ति. तत्र तुदादिगणे षोडश इगन्तदातवः सन्ति. अपि च तेषां कार्यम् असामान्यं. तत्रैव मातुः सर्वधातुकलकारणं. पाठस्य तुदादिगणस्य विभागे सर्वे षोडशः धातवः दत्ताः. रि पि धि षि क्षिः गु ध्रु गु गुड् ण् घृ षु मुड् पृड् दृ गुड् कृ गृ. अपि च सम्बद्धानि सूत्राणि प्रदत्तानि. तिङ् षित् सर्वधातुकं विङ्गन्ति च अचि श्रुधातु भ्रुवां योरि युग् युङ् वङ्गो वङ्गौ अनेकाल षित् सर्वस्य निञ्च रिङ् शय ग्निङ्षु ऋत धातोः. तत्र यदा अधः उच्येते येषां धातूनाम् अङ्गकार्यं क्रियते. परन्तु अवगम्यतां यत् यद्यपि धातवः षोडशः तत्र कार्यं चतुर्विधाः एव. रि पि धि क्षि इत्येषां कृते एकं कार्यं गु घ्नु कृ ण् घ्नु घ्नु इक्षु इत्येषां कृते एकं कार्यं मृङ्ग् दृङ्ग् घृङ्ग् इत्येषां कृते एकं कार्यं कृ गृ इत्येनयोः कृते एकं कार्यम् इति. अतः अत्र प्रतिनिधिः रूपेण रीगृ मृङ्कृ च स्वीक्रियन्ते चेत् सर्वेषां षोडशानां कृते प्रक्रिया ज्ञाता. अपि च यदा अग्रे उक्तम् एकस्मिन् प्रकोष्ठे अङ्गकार्यम् अपरस्मिन् प्रकोष्ठे तिङ्प्रत्ययाः सिद्धाः. तृतीये प्रकोष्ठे अङ्गतिङ्प्रत्ययोः मेलनम्. अनेन अत्यन्तं सुलभतया लटि लोटि लिण्ड् विधिलिङ्ग् च येषां षोडशानां धातूनां तिङ् तिङन्तरूपाणि साधितानि ज्ञातानि च. अत्र परिस्थितिविषयमेव अत्र अस्ति. लट् लोट् लङ् विधिलङ् लट् लोट् लङ् विधिलिङ् येषां षोडशानां धातूनां किं किम् अस्ति इति. अत्र बहूनां धातूनां प्रतिनिधिः भवति एव मातुः पाठे. एकः धातुः स्वीकुर्मः चेत् अत्र अकारान्तः आकारान्तः इति अत्र स्वीकुर्मः चेत् प्रतिनिधिः एकमेव अत्र देव राम मुनि ऋकारान्तपदं मातृ तत् तादृशं. यथा बुद्ध धातुः बुद्ध इति उपधातुः अस्ति. उद् उपधातवः हलन्तदातवः उद् उपधातवः अग्रे बुद्ध एव तिष्ठति. उपधा किम् अस्ति अत्र उकारः एव श्रूयते. उपधायां ह्रस्व उकारः यस्य धातोः सह उद् उपधातवः इद् उपधातवः इदानीमेव वयं दृष्टवन्तः. अत्र मातून् मात्र एतत् अत्र पृथक् पृथक्तया दत्तं बहु समीचीनतया दत्तम्. अग्रे आयाति एव अकारान्तः आकारान्तः एतत् विषये. अनन्तरम् हलन्तदातवः विषये अपि अजन्तदातूनां हलन्तदातूनां कृते अपि नास्ति एतत् पृथक्तया मात्र दत्तमेव. इदानीम् अत्र द्वादिगणे चतुष्षष्टिः अस्ति. उदूपदधातवः सन्ति. अपि च मातुः धातुपाठे सर्वे द्वादिगणीयाः उदूपदधातवः एकत्र अत्र सङ्गृहीताः इकटिकर्तः अत्र सङ्गृहीतः एकस्मिन् स्थले एव तत्र सर्वम् आगत्य कार्यं करोति. येषाम् उदूपदधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणां कृते कानि कानि सूत्राणि अपेक्षितानि तानि अपि सर्वाणि दत्तानि तत्रैव. इदानीं वयं दृष्टवन्तः अलन्तधातूनां किं किमस्ति, अदूपधातूनां इदूपधातूनां ऋतु उपधातूनां किं किमस्ति, अजन्तधातूनां किं किं सूत्राणि सन्ति इति वयं दृष्टवन्तः. इदानीं तदेव अत्र अनेन एका एव उदूपधातोः प्रक्रिया ज्ञायते चेत् एकमेव रामशब्दः अकारान्तपदम् एकमेव स्वीकृत्य सर्वाणि पदानि तदेव भवति. सूत्राणि अपि प्रक्रिया ज्ञायते चेत् चतुष्षष्टिधातूनां प्रक्रिया ज्ञाता. अयं प्रतिनिधिः सिद्धान्तः सर्वत्र विहितः मात्र यतः पाणिनीयसूत्राणि तदेव सन्ति पृथक्तया भवत्या दत्तम् अत्र मातुना मात्रा. द्वादिगणे अत्र उदूपदधातवः सामान्यदातवः. अन्यत् उदाहरणं दृश्यताम् अत्र. इतोपि अत्र कार्यं अस्ति एव. अत्र सुदादिगणे युगन्तदातवः विशेषदातवः सन्ति सुदादिगणे. अनन्तरम् अत्र सुदादिगणे षोडश युगन्तदातवः सन्ति. अपि च येषां कार्यम् असामान्यं सामान्यविषयं नास्ति अत्र. सुदादिगणे विशेषदातवः सामान्यदातवः इति सन्ति अत्र. तत्रैव मातुः सार्वधातुकलकाराणां पाठस्य सुदादिगणस्य विभागे सर्वे षोडशधातवः दत्ताः अत्र किं किम् इति भवत्या पठितम् अत्र रि पि दि सि गु दृ कुङ् गु दु सु मृङ्ग पृङ्ग दृङ्ग दृङ्ग कृ गृ एतत् अत्र विभागः अस्ति सार्वधातुकलकाराणां किम् अस्ति. अनन्तरम् अत्र एतत् विषये तिङ् चित् सार्वधातुकं स्मिति च अतिष्णु धातु गृहाङ् युवरीयङ् वङ्गौ अनेकाचित् सर्गस्य निश्च हरिङ्ग चय लिङ्क् टु अनन्तरं ऋत एक धातोः एतत् सर्वाणि ऋत उत् धातोः स्वीकुर्मः चेत् अत्र ऋकारस्य स्थाने ईकार आदेशः भवति रिङ्ग् इति आदेशः भवति नित्य अनन्तरम् अनेकाचित् सर्वस्य एकाचित् एकाल अस्ति वा अनेकाल अस्ति वा एतत् अत्र द्रष्टुं शक्यते एव एतत् अनुसृत्य एव अत्र प्रातिपदिकं न प्रातिपदि धातुः अनन्तरम् अत्र प्रक्रिया किं किम् अस्ति इति वयं सर्वं जानीमः. इदानीम् अत्र धातूनां विषये अङ्गकार्यं किम् अस्ति इति अवगम्यतां यत् यदपि धातवः सन्ति त्री पि दि एतत् सर्वाणि धातवः सन्ति. अनन्तरमत्र ऋङ् रिविषये अस्ति ऋकारान्तविषये अपि सर्वदा तत्र अपि दत्तं कृते एकं कार्यं कृ गृ इत्यनयोः कृते एकं कार्यम् अस्ति. अतः प्रतिनिधिः रूपेण रि गु मृङ् कृ च स्वीक्रियन्ते चेत् सर्वेषां षोडशानां कृते प्रक्रिया ज्ञाता. एकं स्वीकृतं चेत् सर्वेषाम् अत्र धातूनां विषये अत्र ज्ञानं भवति इति. अपि च यथा अग्रे उक्तम् एकस्मिन् प्रकोष्ठे अङ्गकार्यम् अपरस्मिन् प्रकोष्ठे तिङ्प्रत्ययाः सिद्धाः. अङ्गकार्यमस्ति प्रथमम् अनन्तरम् अत्र तिङ्प्रत्ययाः किं किं योजनं कर्तुं शक्यते इति. इदानीम् अत्र पश्यतु अत्र तृतीयप्रकोष्ठे अङ्गतिङ्प्रत्ययोः मेलनं प्रथमम् अङ्गकार्यमस्ति अनन्तरं तिङ्गन्तम् अस्ति तिङ्प्रत्ययाः सन्ति. अनन्तरम् एतत् मेलनेन किं किं भवति इति अनेन अत्यन्तं सुलभतया अत्र लटि लोटि लङ्गि अनन्तरं विधिलिङ्ग् विषये वयं सर्वं ज्ञातुं शक्यते एव. षोडशानां धातूनां तिङन्तरूपाणि साधितानि ज्ञातानि च. अग्रे एतत् विषये किञ्चित् किं किं साधनीयं किं किं परिवर्तनं भवति इति अत्र प्रक्रियाविषये एव आयाति. किमपि चिन्ता मास्तु. इदानीम् अत्र अनिल् महोदय अनुसूया भगिनी पठतु लकारक्रमः. लकारक्रमः लकारायां क्रमः मात्रा व्यवस्थापितः. दशानां लकाराणां द्वौ विभागौ कृतौ आर्धधातुकलकाराः सार्वधातुकलकाराः च. वैयाकरणीसिद्धान्तकौमुद्याम् एकैकधातोः दशदशलकाराः क्रमेण साध्यन्ते. प्रथमधातुः दशसु अपि लकारेषु प्रदर्शितिः. पुनः द्वितीयधातुः पुनः दशसु अपि लकारेषु प्रदिशति. अयं क्रमः वैज्ञानिको न. अनेन कस्यापि लकारस्य सम्यक् बोधो न जायते. अनेन विद्यार्थिना प्रचुरः सङ्घर्षः अपेक्षितः. तावता कष्टेनापि नैपुण्यं न भवति. यत्र यत्र संस्कृतस्य व्याकरणपाठः क्रियते तत्र तत्र एतादृशी कृति अत्यन्तं सङ्घर्षः. समयः अधिकः, फलं न्यूनं. फलम् इत्युक्ते प्रक्रियाः ज्ञातव्याः अपि च साधितानि रूपाणि व्यवहारणीयानि. फलाभावः किमर्थमिति चेत् अन्यन्तं दीर्घकालात् इदानीं यावत् यः परम्परागतः पाठ्यक्रमः अनुक्रियते सः नैव तर्कपूर्णः. एकस्य धातोः कृते साक्षात् लट् लिट् लुट् लृट् लोट् लङ् इत्यादिक्रमः सः केवलं वर्णमालानुसारेण प्रवर्तते अतः प्रक्रियायाः न कोऽपि सम्बन्धः दूरात् अपि सम्बन्धः न विवरणं दीय विवरणं कर्तुम् अस्ति का अस्ति वा अतः मात्रा एक एव धातुः सर्वेषु अपि लकारेषु इति क्रमं त्यक्त्वा सार्वधातुकलकाराणां कृते गणम् अनुसृत्य सर्वेषाम् अपि धातूनां लट् लोट् लङ् लिङ् मेलित्वा क्रियन्ते सार्वधातुकलकाराणां कृते सर्वेषामपि धातूनाम् एक एव लकारः इति क्रमः परिगृहीतः अयमेव पाणिनेः क्रमः यथा तदनुसारेण पाणिनीनां प्रकरणानि कृतानि पाणिनीयक्रमः एवं यत् सर्वेषां धातूनां कृते एकस्मिन् समये एक एव लकाराः साध्याः न तु एकस्य धातोः दशलकारः अस्तु अत्र पश्यतु वैयाकरणसिद्धान्त अत्र लकाराणां क्रमः मात्रा व्यवस्थापितः दशानां लकाराणां द्वौ विभागौ कृते आर्धधातुकलकाराः सार्वधातुकलकाराः च सर्वे जानन्ति एव वदतु सार्वधातुकलकाराः किं किम् अस्ति इति सर्वे जानन्ति हा तावदेव तदेव शेषः आर्धधातुकलकारः इदानीम् अत्र वैयाकरणसिद्धान्तकौमुद्याम् एकैकधातोः दशदशलकाराः क्रमेण साध्यन्ते खलु अत्र लट् लोट् लङ् विधिलिङ्ग् अनन्तरं लिट् सर्वं जानन्ति एव अत्र दशलकारः किं किम् अस्ति इति एतत् विषये लुट् अस्ति लिङ्ग् अस्ति अनन्तरं द्वादिगणः धातुः स्वीकुर्मः एतत् प्रथमम् अत्र अस्ति अत्र लट् लोट् लङ् विधिलिङ्ग् अनन्तरं लिट् लुट् लिट् भविष्यत्कालार्थम् अनन्तरं लृङ्ग् आशीर्लिङ्ग् लुङ्ग् एतत् सर्वं भवति दशलकारः विषये अयं क्रमः वैज्ञानिकः न अनेन कस्यापि लकारस्य सम्यक् बोधः न जायते अनेन विद्यार्थिनां प्रचुरसङ्घर्षः अपेक्षितः अधिकम् अत्र एतत् विषये ज्ञापनार्थम् अत्र उच्यन्ते एव अपेक्षा अस्ति एव तावता कष्टेनापि नैपुण्यं न भवति अत्र प्रयत्नं यत्र अस्ति चेत् एव अत्र आवश्यकम् अत्र किं फलमपि स्वीकर्तुं शक्यते कष्टः अस्ति चेदेव अत्र नैपुण्यं निपुणस्य भावः भवति यत्र यत्र संस्कृतस्य व्याकरणपाठः क्रियते तत्र तत्र एतादृशी गतिः ह्यस्तनवर्गः आसीत् एक्सामिनेशन् परीक्षा आसीत् मम कृते प्रवीण् इति अत्र सेण्ट्रल् सान्स्क्रिट् टि एस् यु यूनिवर्सिटि अस्ति अन्य नाम तु मुक्तस्वाध्यायपीठम् इति अस्ति शृङ्गेरिमठविषये एव अत्र ते स्थापितवन्तः ऐ टि साफ्ट्वेर् मध्ये किमपि अग्र किम् अस्ति कार्यं नास्ति एव बहुकालं मया एतत् प्रयत्नं कृतम् अत्र झटिति इति उक्तवन्तः अस्माकम् ईमेल् एव अत्र यूसर् ऐ डि अनन्तरम् अस्माकं भवद्भिः किं किम् अस्ति अत्र एन्रोल्मेण्ट् नम्बर् एतदेव अत्र पास्वर्ड् अस्ति इति मया स्थापितं किमपि अत्र कार्यं न कृतमेव मया त्यक्तव्यमेव ह्यस्तनवर्गस्य परीक्षा अत्र किमपि प्रवीण इति सर्टिफिकेट् पत्रं स्वीकृत्य मम किं कार्यमस्ति अहं न जाब् कार्यालये किमपि न गन्तुं शक्यते एव झटिति अत्र अवगमनार्थम् इतोपि अत्र किं किम् अस्ति इति अस्माकं कृते ज्ञानार्थमेव अत्र पठितम् तत्र किमपि कार्यं नास्ति एव. अत्र यत्र कष्टम् अस्ति चेदेव अत्र नैपुण्यं भवति. एक्सामिनेशन् अस्ति वा परीक्षा अस्ति वा नास्ति वा इति चिन्तनम् अन्यचिन्तनम् अस्ति. परन्तु एतत् विषये मया ज्ञातव्यं, मया ज्ञातं खलु अत्र परीक्षा ह्यस्तनवर्गे परीक्षा नास्ति एव, न अभवत् एव, न अभवत् एव. सर्वे अत्र निपुणस्य भावः, निपुणत्वम् अनन्तरमेव भवति खलु. अनन्तरं बहवः ज्ञानवान् उक्तवन्तः भवती किमर्थं पठति, भवत्याः कृते तु पि हेच् डि स्वीकृतं खलु, डाक्टरेट् स्वीकृतं खलु, किमपि पठितम् इति. मया चिन्तनम् एतत् विषये गच्छति, किमर्थं पठति चेत् अत्र यङ्ग् युगस्य दातवः, यङ्ग् लुकि दातवः, अनन्तरं कृदन्तम् अस्ति, लङ् लोट् लत् इति अत्र दशविधाः दातवः अपि सन्ति. कोऽपि न जानन्ति एव, पठितव्यमेव. निपुणत्वं तद् अनन्तरमेव भवति, कष्टमस्ति चेदेव निपुणत्वं भवति इति. इदानीमत्र अधिकफलम् अत्यन्तं सङ्घर्षकसमयः अधिकः, फलं न्यूनं. सङ्घर्षः अधिकः भवति, समयः अपि बहवः सन्ति अत्यन्तं, फलमत्र न्यूनं भवति. फलमित्युक्ते प्रक्रिया ज्ञातव्याः अपि च साधनानि रूपाणि व्यवहरणीयानि. फल अभावः किमर्थम् इति चेत् अत्र कष्टमस्ति चेदेव नैपुण्यं भवति. अत्र फल अभावः, वयं कष्टं दत्तवन्तः ह्यस्तनवर्गे, मया कष्टं दत्तवन्तः, प्रयत्नं दत्तवन्तः, परन्तु अत्र फलं न स्वीकृतं. किमर्थं चेत् अत्र पास्वर्ड् मध्ये किञ्चित् क्लेशः अस्ति, सर्वे जनाः तदेव भवन्ति. अत्र कोऽपि स्थापितवन्तः, इदानीम् ऐ टि कम्पनि अत्र सम्यक्तया किमस्ति अत्र निन्दन्ति एव इति सः उक्तवान्. अग्रिमवर्गे अग्रिम एतत् विषये गन्तव्यं चेत् तदेव दोषाः न भवन्ति इति. अस्तु, इदानीमत्र दोषाः इति पदं कुत्र आगच्छति? यः दुष्टः, दुष्टः यः अस्ति तस्य समीपे दोषाः सन्ति एव खलु. इदानीमत्र फल अभावः किमर्थं चेत् अत्यन्तं दीर्घकालात् इदानीं यावत् यः परम्परा आगतः पाठ्यक्रमः अनुक्रियते, सः नैव तर्कपूर्णाः. अत्र एतत् विषये किमपि चलन्ति एव, तर्काः चलन्ति एव, अत्र फलम् अभावः एव, फलम् अभावः अत्र इदानीमेव मात्रा अत्र कृतमेव. अकारान्तः, अकारान्तः, अजन्तदातवः, अलन्तदातवः इति. अत्र एकस्य धातोः कृते साक्षात् लट् लिट् लुट् लृट् लोट् लङ् इत्यादि क्रमः, सः केवलं वर्णमालानुसारेण प्रवर्तते. वर्णमालाः इत्युक्ते अत्र किम् अस्ति, प्रत्ययमस्ति, अनन्तरम् अजन्तदातवः, अहलन्तदातवः इति अत्र चिन्तनमपि प्रवर्तते. अत्र प्रक्रियाः न कोऽपि सम्बन्धः, दूरात् अपि सम्बन्धः न. प्रक्रिया अत्र अङ्गकार्यं किम् अस्ति, प्रत्ययं किम् अस्ति, अनन्तरम् अङ्गकार्यं प्रत्ययं मेलनेन किं किं कार्यम् अस्ति इति अत्र सम्बन्धः एव. अत्र मात्रा एकः एव धातुः सर्वेषु अपि लकारेषु इति क्रमः, क्रमं त्यक्त्वा अत्र एतत् विषये सा न दत्तवती. इदानीम् अत्र मातुना विषये किं किं लकारः परिगृहीतः, अयमेव पाणिनिग्रहक्रमः. अत्र सिद्धान्त वैयाकरणसिद्धान्तकौमुदी, अनन्तरम् अष्टाध्यायीसूत्रपाठः, अनन्तरं मातुः वैलक्षण्यम्, एतत् अत्र किमपि अत्र परिवर्तनं नास्ति, परन्तु तत्र पृथक् पृथक्तया एव दत्तं, तद् अनुसारेण एव पाणिनिना प्रकरणानि कृतानि. पाणिनीयक्रमः एवं यत् सर्वेषां धातूनां कृते एकस्मिन् समये एव एकः एव साध्यः. इदानीम् अत्र लकारः स्वीकुर्मः चेत् अत्र भूधातुः इति स्वीकुर्मः चेत् भवति भवतः, भवन्ति भवति भवतः, भवतः भवामि भवावः भवामः इति अस्ति चेत् अत्र क्रमः किं किम् अस्ति इति न तु एकस्य धातोः दशलकारः एकं धातु स्वीकृत्य एतत् समीचीनतया दशलकारेषु भवितुम् अर्हति इति न किमर्थं चेत् अत्र बहवः लकाराः सन्ति एव लट् अस्ति लिट् अस्ति लुट् अस्ति ल्युङ् अस्ति लङ् अस्ति एतत् क्रमः अत्र अस्ति चेत् सार्वधातुकलकाराः अनन्तरम् आर्धधातुकलकाराः इति पृथक्तया दत्तम् सार्वधातुकलकारेषु किं किं प्रत्ययाः सन्ति विकरणप्रत्ययं सन्ति आर्धधातुकलकाराः विषये किमपि प्रत्ययम् यद् अत्र किमस्ति विकरणप्रत्ययं नास्ति नूतनतया आगत्य कार्यं करोति अतः तत्र कार्यं तु समानं एकस्य विषये अस्ति चेत् दशलकारः विषये अपि तदेव भवति इति न इदानीं मातुः क्रमः आगत्य किं किम् अस्ति इति अग्रिमवर्गे पठेम तत्र शान्ताभगिनी अन्तिमश्लोकं वदतु मङ्गलश्लोकम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ओम् हरिः ओम् धन्यवादः नमस्कारः अत्र पाठः सुलभमेव अद्यपि अत्र यद्यपि अत्र प्रश्नः उदेति चेत् लिखतु अग्रिमवर्गे एतद्विषये पठितुं शक्यते धन्यवादः